गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम्। गते वर्गे विभागस्य निरूपणम् अस्माभिः कृतम्, अपि च तस्य अस्तित्वमपि साधितम्। तत्र पूर्वपक्षिणा पृष्टमासीत् संयोगनाशः एव विभागः, इत्युक्ते संयोगस्य अभाव एव विभागः, तस्य अन्यतमत्वेन न स्वीकार्यम् इति पूर्वपक्षिणा आक्षिप्तम्। तस्य उत्तरत्वेन कोऽपि वदति वा कथं वा तस्य आपादनस्य निवारणं कृतम् इति? सुप्रभातं महोदय। मुरळी महोदय नमस्ते। नमस्कारः महोदय। हा श्रीराम महोदय वदति वा? प्रयत्नं करोमि महोदय। अत्र पूर्वपक्षिणा उक्तं यत् अत्र घटभूतल उदाहरणत्वेन वदामि वा महोदय? अस्तु, किन्तु इदानीं पूर्वपक्षिणः मतं मया उक्तं खलु, तर्हि अत्र सिद्धान्तः कः, कथं वा विभागः इति अन्यतमगुणः इति नैयायिकैः निरूपितम्? नैयायिकः वदन्ति आश्रय नाशं विना अपि गुणनाशः अन्यगुणेन भवति, समानाधिकरणत्वेन अन्यगुणम् अस्ति चेत् आश्रये तेन गुणेन तत्र नाशः गुणनाशः भवति इति, पाकजन्यरूपनाशः यथा रूपनाशः भवति तादृशम् अपि संयोगनाशः भवति विभागेन इति अनुमानेन साधितम्। अस्तु, तर्हि तत्र अनुमानवाक्यम् उक्तं, किन्तु मम प्रश्नः अस्ति तेजसंयोगेन घटे विद्यमानरूपस्य नाशः भवति इति तु सत्यं, किन्तु तद् आधारीकृत्य इदानीं विभागः इति अन्यतमः गुणः इति कथं साधितम्? तत्र तेजसंयोगेन रूपनाशः भवति, यदा संयोगः इति गुणः समानाधिकरणे रूपः संयोगः द्वयमपि समानाधिकरणे घटे अस्ति, संयोगेन रूपनाशः अभवत्। इदानीं घटभूतलयोः यदा विभक्तः भवति घटः भूतलात् विभक्तः भवति, तदा तत्र संयोगः यत् पूर्वम् आसीत् तस्य नाशः अभवत्। संयोगः इति गुणः, तस्य कारणम् अन्यगुणं भवेत् इति अनुमानत्वेन तत्र विभागः इति गुणः स्वीकृतः। महुल् महोदय, भवान् किं चिन्तयति? आम् सत्यं महोदय, तदेव अस्ति। यदि यथा घटे विद्यमानः एकः गुणः रूपः अस्ति, तस्य नाशः घटे विद्यमान एव तेजसंयोगेन अभवत्, तद्वत् अत्रापि घटे विद्यमान यः भूतलसंयोगः इति गुणः अस्ति तस्य नाशः घटस्य नाशं विना कथम् अभवत्? तर्हि विभागेन इति एकम् अन्यतमगुणः स्वीकुर्मः चेत् तत् विभागेन एव भूतलसंयोगस्य नाशः अभवत्, अतः विभागः इति अन्यतम गुणः इति वयं स्वीकर्तुं शक्नुमः। वस्तुतः अत्र यद्भवन्तः प्रायः भवतः सूक्ष्मप्रश्नः न अवगतम् इति अहं चिन्तयामि। न, अत्र भवन्तः पाठे यद् दत्तमस्ति तद् समीचीनतया प्रतिपादितं, यथा भवद्भ्यां प्रतिपादितमस्ति तत् समीचीनमेव, किन्तु तद् द्वितीयसोपानमस्ति। किमर्थं विभागः इति गुणः अङ्गीकर्तव्यः? प्रथमं गुणनाशः केन केन कारणेन भवन्ति इति अस्माभिः पूर्वं दृष्टं खलु, द्रव्यनाशः कथं भवति इति, तादृशं गुणनाशः केन केन कारणेन भवति? गुणनाश प्रथमं तु समवायिकारणनाश नाशेन भवति, समवायिकारणनाशेन गुणनाशः भवति. अस्तु, द्वितीयं निमित्तकारणनाशात् अपि गुणनाशः भवति. सत्यम्, अस्माकम् अपेक्षा बुद्धिः नास्ति चेत् द्वित्वस्य नाशः यथा भवति तथा. अस्तु, अग्रिमं समानाधिकरणगुणेन अपि गुणनाशः भवति. तत्र उदाहरणं किम् आसीत्? तेजसंयोगेन घटस्य रूपनाशः, श्यामादिरूपनाशः भवति इति वयं दृष्टवन्तः. अस्तु, सत्यं. तर्हि इदानीं यदि तेजसंयोगेन घटे विद्यमानरूपस्य नाशः भवति इति स्वीकुर्मः, तर्हि इदानीं तेजसंयोगः इति कीदृशकारणं भवति? समवायिकारणं नास्ति, निमित्तकारणमस्ति वा नो चेत् असमवायिकारणं वा? नास्ति, निमित्तकारणं. वदतु श्रीराम महोदय, वदतु. तत्र असमवायि निमित्तकारणस्य लक्षणवाक्यं किम्? निमित्तकारणस्य लक्षणं तत्र सङ्ख्या कार्याधिकरणे समवायेन स्थित्वा समवायेन कार्यं जनयति खलु. कार्याधिकरणे तादात्म्येन स्थित्वा समवायेन कार्यं जनयति चेत् तत् तत् कार्यं समवायिकार्यं भवति, समवायिकारणं भवति. कार्याधिकरणे समवायेन स्थित्वा समवायेन कार्यं जनयति चेत् तद् निमित्त तत् असमवायिकारणं भवति. तर्हि इदानीं तेजसंयोगः केन सम्बन्धेन घटे तिष्ठति? समवायिकारणे समवायिसम्बन्धेन, समवायसम्बन्धेन घटे तिष्ठति. अपि च रूपनाशः इति कार्यं कुत्र जनयति? घटे एव, समानाधिकरणे घटे एव भवति, घटे एव तत् कार्यं जनयति. अपि च अस्माभिः पूर्वं दृष्टं तत्र येन कारण येन सम्बन्धेन रूपं वर्तते तेनैव सम्बन्धेन रूपनाशः अपि वर्तते इति वक्तव्यम्. तदपि अस्माभिः पूर्वं दृष्टं बहुकालपूर्वं. रूपं समवायसम्बन्धेन घटे अस्ति इति वयं जानीमः, गुणः अस्ति इति कृत्वा. तर्हि रूपनाशः अपि समवायसम्बन्धेन एव घटे अस्ति. रूपनाशः, अत्र रूपस्य अभावः नाशः. एवमेव रूप अभावः इति वदामः चेत् तत्र अभावः अपि च नाशः, अनयोः मध्ये भेदः अस्ति. तत्र वैशिष्ट्यमस्ति इत्युक्ते प्रध्वंस अभावः इति यद्वदामः तदेव नाशः खलु. सत्यं, प्रध्वंस अभावः, प्रध्वंस अभावः एव नाशः. तर्हि प्रध्वंस अभावः केन सम्बन्धेन वर्तते चेत् येन सम्बन्धेन यस्य कस्यापि नाशः अभवत्, येन सम्बन्धेन तद्द्रव्यं तत् सः पदार्थः अधिकरणे आसीत् तदेव सम्बन्धेन अपि अस्ति इति कृत्वा इदानीं तेजसंयोगः समवायसम्बन्धेन समवायसम्बन्धेन घटे स्थित्वा समवायसम्बन्धेन एव रूपनाशः क्रियते. बुद्धं खलु? अतः असमवायिकारणम्. असमवायि, अस्तु. तर्हि निमित्तकारणमपि किं तर्हि किमर्थं निमित्तकारणं किम् इति पृच्छति. तस्य लक्षणवाक्यं किम्? निमित्त यद् लक्षण निमित्तकार्यस्य लक्षणवाक्यम् इति न कृतं. समवायि यद् समवायिकारणं वा असमवायिकारणं वा नास्ति, किन्तु कारणत्वम् अस्ति, कारणत्वम् अङ्गीकृतं, तत्सर्वं निमित्तकारणम्. अपि च कारणत्वं कथं वा निरूपयन्ति? तत्र अन्वयव्यतिरेक तत्सत्त्वेन बहु समीचीनम् अन्वयसहचारः तत्सत्त्वे तत्सत्त्वं तदभावे तदभावः इति अस्ति चेत् तदेव तस्य कारणं भवति तर्हि यत्किमपि निमित्तकारणमिति न स्वीकर्तुं शक्यते तत्सत्त्वे तत्सत्त्वं तद्भावे तदभावः इति तादृशसम्बन्धः यत्र अस्ति अपि च तत्र कार्यकारणभावः अस्ति किन्तु तत्र समवायिकारणत्वं वा असमवायिकारणत्वं वा न निरूपयितुं शक्यते चेत् शेषं सर्वे असमवायिकारण निमित्तकारणानि इति नैयायिकानां मतम् बुद्धं खलु तत्र उदाहरणत्वेन दण्डः इति स्वीकुर्मः वा तत्र दण्डः तादृशं भवति घट उत्पत्तिकारणं भवति दण्डं विना चक्रस्य भ्रमणं न कारयितुं शक्यते चक्रस्य भ्रमणं विना अत्र घटस्य उत्पादनं न भवितुं शक्यते तर्हि दण्डसत्त्वे घटसत्त्वं दण्डाभावे घटाभावः घटाभावः इति कृत्वा दण्डः घटं प्रति कारणं किन्तु दण्डः कार्याधिकरणे केन सम्बन्धेन अस्ति इति चेत् समवायसम्बन्धेन अस्ति इति न वक्तुं शक्यते खलु कार्याधिकरणे समवायसम्बन्धेन न भवति हा दण्डः चक्रेण सह संयुक्तः अस्ति तदनन्तरं चक्रः चक्रं तु कपालेन सह संयुक्तः अस्ति तत्र परम्परा स्वसंयुक्तसंयुक्तत्वसम्बन्धेन इति तादृशं किमपि वक्तव्यं भवति किन्तु तादात्म्येन स्थित्वा समवायेन कार्यं न जनयति समवायसम्बन्धेन स्थित्वा समवायेन न कार्यं जनयति इत्यतः दण्डः निमित्तकारणम् इत्युक्ते निमित्तकारणमिति कथं निश्चितम् इति चेत् अत्र सोपानद्वयमस्ति प्रथमं कार्यकारणभावः निरूपणीयः तत्सत्त्वे तत्सत्त्वं तदभावे तभावः तदभावः इति यदा निरूपयामः तदनन्तरं परीक्षां कुर्मः कथं वा एतत् कार्यं जनयति तादात्म्येन स्थित्वा समवायेन कार्यं जनयति चेत् समवायकारणं दण्डः तादृशं नास्ति समवायेन स्थित्वा समवायेन कार्यं जनयति चेत् असमवायकारणं दण्डः तदपि नास्ति तर्हि दण्डः इदानीं निमित्तकारणं चक्रमपि निमित्तकारणं कुलालः अपि निमित्तकारणं कालः अपि निमित्तकारणम् इति बहु किमपि बहूनि कारणानि सन्ति अस्तु इदानीं प्रकृतविषयं प्रति आगच्छेम तर्हि तेजसंयोगः रूपनाशं प्रति असमवायिकारणमस्ति एवं विभागः अपि तर्हि इदानीम् अस्माकं प्रश्नः शिरामहोदय कृते म्यूट् मध्ये भवतु ध्वनिः अस्तु तर्हि चिन्तनम् एवमस्ति इदानीं संयोगः अस्ति इति वयं जानीमः घटभूतलयोः मध्ये संयोगः अस्ति तर्हि इदानीं मया घटे क्रिया उत्पादितं तर्हि क्रिया एव संयोगस्य नाशः करोति इति किमर्थं न स्वीकर्तुं शक्यते इति प्रश्नः आसीत् एतत् सर्वम् अस्माभिः चिन्तितं केवलं पुनस्मारणत्वेन सङ्ग्रहरूपेण अहं वदन्नस्मि तावदेव तर्हि यथा अत्र कर्मजसंयोगः संयोगजसंयोगः इति अस्माभिः दृष्टं तत्र कर्मजसंयोगेन संयोगजसंयोगः भवति इति तादृशं यथा स्वीकृतं तथा इदानीं क्रियया विभागः जायते पुनः सा क्रिया एव संयोगं प्रति कारणत्वेन न स्वीकर्तुं शक्यते अत्र तर्कः पूर्वं किम् आसीत् अन्यथासिद्धः भवति इति यथा कुलालपिता कुलालः घटं प्रति कारणं भवति तथा कुलालपिता अपि कारणं भवति वा इति चेत् कारणस्य कारणं तत्र लाघवं नास्ति किमर्थमित्युक्ते यदि कुलालस्य पिता अपि कारणत्वेन घटं प्रति स्वीकुर्मः तर्हि कुलालस्य प्रपिता अपि अङ्गीकर्तव्यं भवति तदनन्तरं तादृशम् अन्ततो गत्वा ईश्वरं प्रति गन्तव्यं भवति तर्हि तत्र लाघवं नास्ति इत्यतः नैयायिकाः किं वदन्ति, कुलालः एव निमित्तकारणं, कुलालस्य पिता, इदानीं कारणस्य कारणं कारणत्वेन न स्वीकुर्मः तदा, तर्हि तदा एव भवति। इदानीं यदा पक्षी वृक्षं प्रति आगत्य शाखायाम् उपविशति तर्हि तत्र कर्मजसंयोगः जातः, पक्षिणी कर्म क्रिया अस्ति, तया क्रियया पक्षी इदानीं शाखायाम् उपरि आगतं, तत्र संयुक्तम् अपि संयोगः जातः। तर्हि यत्र शाखा अस्ति तत्रापि वृक्षः अस्ति इति कृत्वा सा एव क्रिया, किमर्थम् अत्र वृक्षेण सह अपि संयोगः न जनयति इति न स्वीकुर्मः इति तादृशप्रश्नः अस्माभिः चिन्तितं, तत्र गभीर करपत्रमपि अस्माभिः पठितं। तत्र किमुक्तम् इति चेत् क्रियया, इदानीं क्रिया एव अवयव शाखा अपि च पक्षी अनयोः मध्ये संयोगस्य कारणम् इति स्वीकुर्मश्चेत् सा एव क्रिया पुनः अन्यस्यापि कारणम् इति न स्वीकर्तुं शक्यते, अन्यत् किमपि वक्तव्यमस्ति इति कृत्वा इदानीं यदा शाकपक्षिणोः मध्ये संयोगः जायते, कर्मजसंयोगः जायते, तस्मात् अग्रिमक्षणे वृक्षपक्षिणोः मध्ये अपि संयोगजसंयोगः जायते। तर्हि संयोगजसंयोगस्य कारणं किं? क्रिया नास्ति, किं? कर्मजसंयोगः एव कारणम् इति यथा अस्माभिः दृष्टं, तथा प्रथमक्षणे प्रकृतविषये प्रथमक्षणे क्रिया जायते, तया क्रियया इदानीं द्वितीयक्षणे संयोगनाशः भवति इति स्वीकुर्मश्चेत् तया एव क्रियया इदानीं तृतीयक्षणे नूतनदेशसंयोगः अपि अङ्गीकर्तव्यः भवति। तर्हि संयोगनाशः अपि तया क्रियया जायते, संयोग उत्पादनमपि तया क्रियया जायते इति तादृशं भवति। सा एव क्रिया, सा एव क्रिया कारयति इत्यतः अत्र विभागः इति नूतनगुणः स्वीकृतः नैयायिकैः। तर्हि क्रियया विभागः जायते, विभागेन पूर्वदर्शसंयोगः संयोगनाशः जायते। तदनन्तरं तस्मात् अग्रिमक्षणे इदानीमपि क्रिया जायमाना अस्ति, अपि च क्रिया एव संयोगः भवति इति कृत्वा अत्र नूतनतया अस्माभिः किमपि न उक्तम्। तर्हि क्रियया नूतनदेशसंयोगः अपि जायते, तस्मात् पञ्चमक्षणे क्रियानाशः भवति इति नैयायिकैः उक्तम्। तर्हि एतदेव प्रथमसोपानं, संयोगनाशः केन जायते? विभागेन जायते इति। तदनन्तरं पूर्वपक्षी वदति तादृशसन्दर्भः एव नास्ति खलु, भवान् किमर्थं कथं वदति एतादृशं, यत्र एकः गुणः एकस्मिन् द्रव्ये अस्ति अपि च तस्मिन्नेव द्रव्ये समानाधिकरणेन विद्यमान अन्यस्य गुणस्य नाशः कथं वा, अपि च द्रव्यनाशम् अकृत्वा कथं वा एतादृशं भवितुम् अर्हति इति प्रायः प्रश्नः करोति पूर्वपक्षी। तद्निरूपणार्थम् इदानीम् आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः, भोः यदहं वदामि विभागेन संयोगनाशः जायते, तादृशं केवलं विभागे एव नास्ति, रूपनाशः अपि एवमेव भवति। तत्र उदाहरणमस्ति पाकजरूपनाशवत् इत्यतः मया निरूपितं। तर्हि अस्मिन्नेव सन्दर्भे एव एतादृशविशिष्टकार्यं भवति इति न, बहुत्र एतादृशकार्याणि सन्ति। कीदृशकार्याणि? समानाधिकरणगुणेन अन्यस्य समानाधिकरणगुणस्य नाशः भवितुम् अर्हति द्रव्यनाशं विना इति कृत्वा पाकजरूपनाशवत् विभागः, यदि पाकजरूपनाशः एतादृशं भवता अङ्गीकृतं तर्हि यद् मया इदानीं यदहं वदामि इदानीं विभागः इति भिन्नगुणः तेन संयोगनाशः भवति, तदपि भवता अङ्गीकर्तव्यं भवति इति अत्र अत्र द्वितीयवाक्यं द्वितीयसोपानमस्ति एतद् अनुमानवाक्यम्। अनुमानेनैव विभागः ज्ञायते, किन्तु तस्य निरूपणम् अपि एतादृशं करोति। नो चेत् पूर्वपक्षी किं वदति, अस्तु भवान् एव एतादृशम् ऊहां कृतवान्, किन्तु अहं पश्यामि चेत् प्रत्यक्षेनापि विभागः अस्ति इति ज्ञातुं शक्यते खलु। इदानीं पूर्वस्मिन् क्षणे घटः भूतले अस्ति, अग्रिमक्षणे यदा अहं घटस्य उत्थापनं करोमि तर्हि इदानीं घटः विभक्तः, भूतलात् विभक्तः इति मया वक्तुं शक्यते, प्रत्यक्षेन ज्ञायते। किमर्थम् एतादृशे अनुमानं वदति? भवतु तर्हि संयोगनाशः एव विभागः इति स्वीकरोतु इति पूर्वपक्षी आक्षिपति। तदनन्तरम् एतादृश अनुमानम् उक्त्वा तस्य उदाहरणमपि उक्त्वा एतस्य सम्भावना अस्ति यदहं वदामि इदानीं समानाधिकरणगुणेन आश्रयनाशं विना अन्यस्य समानाधिकरणगुणस्य नाशः भवितुमर्हति पाकजरूपनाशवत् इति निरूपितं सिद्धान्तिना। इति कृत्वा इदानीं विभागः इति अन्यतमः गुणः इति अस्माभिः अङ्गीकृतं। बुद्धं वा? किञ्चित् एकः संशयः अस्ति। इदानीं केवलं पाकजरूपनाशं तदनन्तरं विभागस्थले एव तादृशस्थितिः नास्ति खलु महोदय? तत्र चरम स्मरणेन तत्र संस्कारस्य नाशः आत्मनि भवति इति अपि अस्ति खलु महोदय? सत्यं तदा आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशगुण अजन्यगुणनाशत्वात् तत्र संस्कारनाशवत् इति अपि वक्तुं शक्नुमः। इदानीं तदा अयं इदं वाक्यं किमर्थम् अन्यव्याप्ति त्वेन न स्वीकुर्मः? एते व्यतिरेकव्याप्तिरेव अस्ति इति वयं दृष्टवन्तः खलु। तत्र आश्रयगुणनाश अत्र उदाहरणानि बहूनि लभ्यन्ते, किन्तु हेतुः केवलं पक्षे एव लभ्यते खलु। इदानीमपि आश्रयनाशाजन्यगुणनाशत्वात् इति हेतुः, आश्रयनाशाजन्यगुणनाशत्वं कुत्र लभ्यते? आश्रयनाशाजन्यगुणनाशे एव लभ्यते खलु। सत्यं महोदय, अहं चिन्तयामि एतत् किञ्चित् अब्स्ट्राक्ट् सेण्टेन्स् वाक्यम् अस्ति, यदा रूपनाशसन्दर्भे अपि वक्तुं शक्नुमः, संस्कारनाशसन्दर्भे अपि वक्तुं शक्नुमः। यदा किं पार्थिवत्वं द्रव्यत्वम् अस्ति, द्रव्यत्वं घटे अपि अस्ति पटे अपि अस्ति, आशयगुणनाश अजन्यगुणनाशत्वम् इति धर्मः तत्र पाकजरूपनाशसन्दर्भे अपि भवितुमर्हति संस्कारनाशरूप। तत् उदाहरणमस्ति महोदय, तदेव मया उक्तं गते वर्गे, समीचीनं किन्तु इतोपि किञ्चित् अवगन्तव्यमस्ति। अत्र सामान्यपक्षः इति मया किमपि उक्तं खलु? सत्यं, तद् यत्र यत्र हेतुः तत्र तत्र साध्यम् इति सामान्यपक्षः। तस्य एकदेशः भवति पर्वतः, तस्य एव सामान्यपक्षस्य अन्यदेशः भवति महानशः, पुनः तस्यैव पक्षस्य अन्यदेशः भवति हवनकुण्डम्। तर्हि अत्र सामान्यपक्षं स्वीकृतम्, आश्रयनाशाजन्यगुणनाशः इति वस्तुतः अत्र सामान्यपक्षः अस्ति। तस्य एकदेशः अस्ति पाकजरूपनाशः, तस्य पुनः एकदेशः अस्ति चरमस्मरणनाशः इति अस्ति। तर्हि एकदेशः एकदेशे तस्य उदाहरणं बहूनि उदाहरणानि लभ्यन्ते, किन्तु पक्षः कः इति द्रष्टव्यम्, अपि च हेतुः कः इति द्रष्टव्यम्। तत्र व्याप्तिः तु अन्वयव्याप्तिः एव अस्ति खलु महोदय? तदा नास्ति पक्षः. अत्र पश्यतु, हेतुः केवलं पक्षे एव लभ्यते चेत्. ओके, अस्तु अस्तु अस्तु. अत्र पश्यतु, अन्वयव्याप्तिः अस्माभिः कुत्र उक्तं? पर्वतो पर्वतो वन्यमान् धूमात् यथा महानसम् इत्यत्र. अत्र पर्वतः भिन्नः अस्ति, धूमः भिन्नः अस्ति, वह्निः भिन्नः अस्ति, खलु? त्रयः पदार्थाः सन्ति, तयोः मध्ये परस्परम् अन्योन्यभावः अस्ति, भेदः अस्ति इत्युक्ते. अस्तु, तर्हि इदानीं पश्यतु द्वितीयवाक्यम् अहं वदामि. किमासीत्? वह्निः उष्णः, वह्नित्वात् यन्नैवं तन्नैवं यथा जलम्. तत्र इदानीं वह्निः इति अस्ति, केवलं वह्नौ लभ्यमानजातिः अस्ति वह्नित्वम्. अन्यत्र यत्र कुत्रापि न लभ्यते, यत्र कुत्रापि न लभ्यते. किन्तु तादृशं नास्ति अन्वयव्याप्तौ इत्युक्ते. अहं पूर्वस्मिन् वर्गे उक्तं खलु, शङ्कराचार्यः आक्षेपणं करोति, इदानीं धूमं घटे गृहीत्वा अन्यत्र गत्वा इदानीं तत्र लिड् अस्ति खलु, तस्य निष्कासनं करोति चेत् इदानीं धूमः तत्र लभ्यते, किन्तु वह्निः नास्ति. तर्हि धूमः वह्निना एव जायते इति तु सत्यं, किन्तु तत्र कार्यकारणभावः अस्ति, किन्तु धूमः केवलं वह्नौ एव लभ्यते इति न, तस्य विद्यमानत्वं कारणं तु अस्ति, किन्तु विद्यमानत्वं केवलं वह्नौ इति एव नास्ति, अन्यत्रापि तस्य आनयनं कर्तुं शक्यते इति कृत्वा तत्र भेदः वर्तते. आश्रयनाश अजन्यगुणनाशे एव तादृशः अस्ति इति. तादृश उदाहरणानि बहूनि भवितुमर्हति. तर्हि अत्र सामान्यपक्षः उक्तः, सामान्यपक्षः उक्तः अत्र. किन्तु पर्वतः वन्यमान् धूमात् यदा महानसम् इत्यत्र पर्वतः इति सामान्यपक्षः न, पक्षस्य एकदेशः अस्ति. पक्षः कः? यत्र यत्र हेतुः तत्र तत्र साध्यम् इति पक्षः. द्वयोः भेदः किञ्चित् सूक्ष्मः अस्ति. देशः सामान्यदेशः, सामान्यपक्षः. तर्हि अस्मिन् विषये करपत्रे महोदयेन समीचीनतया लिखितमस्ति, एकवारम् इतोपि करपत्रं पठति चेत् अर्थबोधः अवबोधः जायते. अस्तु, बहु समीचीनं. तर्हि इदानीं सम्पूर्णरीत्या विभागः, मेहुल् महोदय, भवता अवगतं खलु? महोदय, मुरळि महोदय, महानसे यत्र अग्नि अस्ति, बट् गेस् स्टव् उपयोगं करोति चेत् तत्र धूमः नास्ति एव. सत्यं, तेन किम्? तस्मात् एतत् कारणात् यत्र अग्नि अस्ति चेत् आवश्यकतं धूमः तत्र भवति इति न वक्तुं शक्यते. सत्यं, किन्तु तद् मया न उक्तं खलु. अहं किं वदामि, धूमः अस्ति चेत् अग्निः भवेत्, अग्निः नास्ति चेत् धूमः अपि न भवति, न भवति इति वाक्यद्वयं मया उक्तम्. अग्निः धूमः अस्ति चेत् अग्निः भवेत् इति प्रथमवाक्यम्. आम्, अग्निः नास्ति चेत् धूमः न भवति इति द्वितीयवाक्यम्. आम् आम् महोदय. किन्तु यदि अहं वदामि वह्निः नास्ति, वह्निः अस्ति चेत् धूमः भवति इति अहं वदामि चेत् तद् दोषाय भवति, तद् मया न उक्तम्. हवनस्थले अपि अस्ति. अत्र मम वाक्यं पश्यतु, इफ् स्मोक् इस् देर् fire has to be there. Yeah, yeah. This is my statement. I did not say if fire is there, smoke has to be there. Yeah, yeah, yeah. No, Havanasthale api. Buddham, Buddham. Satyam, sakalam Buddham odhya. तर्हि किमर्थं पृच्छति इति अहं भवतः आशयः कः इति मया न बुद्धं. नो, ऐ डोण्ट् नो वै यु आर् ब्रिङ्गिङ्ग् दट्. ऐ डिड् नाट् से दट् अट् आल्. नो नो नो, मै क्वश्चन् इस् धूमा धूमा हेस् टु बि दट् हवनस्थले अपि काचन केचन समये केवलम् अग्नि एव तत्र अस्ति धूमः. तद् मया किं बट् ऐ डोण्ट् स्टिल् डोण्ट् अण्डर्स्टाण्ड् वै आर् यु सेयिङ्ग् दट्. No, just what I have understood. No, no, I have understood these things when I see some things practically. So I wanted to get, is there any connection between that and that? That's what I am asking you. Not that... That is what I am telling you also. I have made a statement. If smoke is there, there has to be fire. Yeah, that statement applies to every place. I understand. Ha! I did not but say, supposing yeah, if yeah. I made the statement, 1 minute, listen to me. Supposing if I made the statement, wherever fire is there, there has to be smoke. Then you can think of this example and tell me, but in gas stove, there is fire, but there is no smoke. So how are you saying wherever there is fire, there has to be smoke? But I never said that. Atra vyapakaha asti vannihi. Vyapyaha asti dhumaha. Dhumaha. So I'm only making the first statement. Wherever there is smoke, there has to be fire. Can you show me one instance where there is smoke and there is no fire? No, that is not possible. Okay, so one statement you have agreed. Second statement I am making is, wherever there is no fire, there can be no smoke. This also you cannot dismiss. Yeah. This is all I have said. So you should not, what I am trying to tell you is, why are you thinking of where there is fire but there is no smoke? I am not even talking about it. You get what I'm saying? No, no, I'm getting it, Mahodaya. That's not a problem. But this is my experience while doing Havanam or whatever I look at Mahanase or Havanasthale. Ham pratyaksham. No, that is okay. Darshay. But you see, when we say, supposing I'm saying there is smoke, there is fire. I'm experiencing sunrise. There is no connection between the two is what I'm trying to say. So don't think of that. Because I have not made that statement at all. I have not said if there is fire, there has to be smoke. If I made that statement, then you should object. I have never objected to your statement. I am just giving my anubhava, whatever I have experienced, I am just telling you that's all. Mahodaya, that's what I'm trying to tell you, Mahodaya. Why are you sharing that experience now is what I'm asking. It is not relevant is what I'm saying. Oh, you are experiencing maybe. Many things in life. Even sunrise is experienced. We don't share all those. What is relevant is what is to be said, no? What is relevant here only I am sharing. Agni, Dumaha, Mahanase, Havanasthale, Okay, you tell me now. Share. You tell me how is it relevant, your statement, that in gas there is fire but no smoke. I have never objected to your statement at all. How can I object to it? How is it relevant? My question is, I got confused. Why? Because yatra yatra agni tatra tatra dhumaha. That is because you are saying that you are getting confused. Yatra yatra dhumaha tatra tatra hannihi vannihi teva maya uktam. Yatra yatra vannihi tatra tatra dhumaha iti maya na uktam. Now I have understood that. This is the problem. That is the problem. Now this is yatra yatra dhumaha tatra tatra agni avashyam asti. Yatra yatra vyapyaha tatra tatra vyapakaha. Yatra yatra vyapakaha nasti tatra tatra vyapyaha api nasti. Iti eva maya uktam. Tad adhariya kritya anumanam kritam. Vyaptihi api kritam. अनुमानमपि कृतं तत्र किमपि क्लेशः नास्ति. अस्तु, अग्रे विदौट् धूमा अग्नि केन् एक्सिस्ट्, यु नो दट् इस् वाट् यु आर् टेलिङ्ग्. बट् ऐ नो ऐ एम् नाट् टेलिङ्ग् दट् आल्सो. दिस् इस् इरेलेवेण्ट् इस् वाट् ऐ एम् सेयिङ्ग्. यु आर् नाट् टेलिङ्ग् दट् आल्सो. I'm not telling, because it is irrelevant. By saying that Agni can exist without fire, what am I achieving? I mean, Agni can exist without smoke. I am not trying to achieve anything by that. It is irrelevant, totally irrelevant. Is the point I'm trying to make to you. Okay, okay. So you then don't make both the statements. Okay, fine. अत्र अग्नि अनुमितज्ञानमस्ति न धूम इति अनुमितज्ञानं नास्ति साध्यं वह्निः सत्यं साध्यं वह्निः एव अस्ति नाम तदेव अनुमितज्ञानं तु वह्निः एव अस्ति अस्माकं धूमं तु साध्यं नास्ति एव नास्ति एव हेतुं दृष्ट्वा धूमं दृष्ट्वा साध्यस्य अनुमानं कुर्मः वह्नेः अनुमानं कुर्मः इति अस्ति अस्तु तर्हि अग्रे सरेम इदानीं विभागः इति गुणः सम्पूर्णरीत्या अस्माभिः चिन्तितं बहु समीचीनम् अग्रे गच्छेम तर्हि इदानीं परापर पर अपर इति गुणद्वयमस्ति तस्मिन् विषये अग्रे अस्तु शिवराम महोदय भवान् अग्रे पठतु आम् महोदय परापर व्यवहार साधारणकारणे परत्व अपरत्वे पुनः पठतु तत्र सन्धिविच्छेदेन कृतं पर अपर व्यवहार साधारणकारणे असाधारणकारणे आमां हा व्यवहार असाधारणकारणे परत्व अपरत्वे पृथिव्याधि चतुष्टयमनोवृत्तिनि ते द्विविधे दिक्कृते कालकृते च दूरस्थे दिक्कृतं परत्वं समीपस्थे दिक्कृतं अपरत्वं ज्येष्ठे कालकृतं परत्वं कनिष्ठे कालकृतं अपरत्वम् इति तर्हि किञ्चित् वदति वा भवतः अवगमनं किम् इति पर अपर व्यवहार असाधारणकारणे परत्वापरत्वे पृथिव्यादि चतुष्टय मनोवृत्तिनि लक्षणवाक्यमस्ति परापर व्यवहार असाधारणकारणे परत्वापरत्वे इति तस्य विभक्तिवचनं वदतु प्रथमं परत्वे अपरत्वे सप्तमी विभक्ति अस्ति नास्ति अत्र लक्षणवाक्यमस्ति परापरत्वे इति प्रथमा विभक्ति द्विवचनम् आम् प्रथमा आमामां प्रथमाव्यक्ति द्विवचनम् आम् प्रथमा अत्र रामकृष्णौ इति वदामः खलु द्वन्द्वसमासः इतरेतरद्वन्द्वः परापरत्वे परत्वम् अपरत्वम् इति नपुंसकलिङ्गपदं अपरत्वं परत्वं च अपरत्वं च परापरत्वे रामस्य कृष्णस्य रामकृष्णौ इति यथा भवति वनं वने एतत् पद्धत्या सत्यं तस्य विशेषणमस्ति असाधारणकारणे तर्हि असाधारणकारणे इति सप्तमी एकवचनं नास्ति प्रथमाविभक्ति द्विवचनं तदपि कारणं कारणे कारणानि आमाम् अस्तु तर्हि परापरव्यवहार व्यवहार पर अपरव्यवहार वदतु व्यवहारः इत्युक्ते किं व्यवहारनाम क्रिया वा नास्ति ज्ञानजनकशब्दप्रयोगः आमां हा ज्ञानजनकशब्दप्रयोगः पठितमस्ति पारिभाषिकशब्दमस्ति एतत् एतत् पारिभाषिकशब्दः आमां तर्हि ज्ञानजनकशब्दप्रयोगः ज्ञानजनकशब्दप्रयोगः पद्मालयात् परं विश्वालयात् अपरम् इति तादृशप्रयोगः यदा मया क्रियते व्यवहारः शब्दप्रयोगः मया क्रियते भवता अवगतमपि तस्य भवती आत्मनि ज्ञानम् उत्पद्यते तस्य ज्ञानस्य कारणम् अस्ति परम् अपरम् इति गुणः अस्तु, तदेव अत्र उक्तम्. अपि च कीदृशकारणम् इति चेत् असाधारणकारणं. तर्हि असाधारणकारणं किम् इति एतावत् अस्माभिः न पठितं. साधारणकारणम् इति अस्मिन् विषये किञ्चित् पठितं. कालं, कालः इति सर्वेषां साधारणकारणं भवति इति. अस्तु, तदनन्तरं महोदय, पृथिव्यादि चतुष्टय मनोवृत्तिनि इत्युक्ते किम्? पृथिव्यादि नाम पृथिवी तथा चतुष्ट चतुषु स्थानेषु सः गुणः तत्र दृश्यते. पृथिव्यादि इत्यनेन किं किम् उक्तम्? नाम आकाश त्यक्त्वा वा पृथ्वी आप. सत्यं, पृथिवी आकाशवर्जे चतुर् आप तेज तथा वायु, वायु चतुर्षु स्थानेषु एषः गुणः तत्र दृश्यते. तर्हि केवलं येषु द्रव्येषु पृथिवी द्रव्येषु येषु द्रव्येषु पृथिवी अप् तेज वायु वायु येषु द्रव्येषु एव परम् अपरम् इति गुणः विद्यते विद्यते. अन्यथा इत्युक्ते आकाशाद् आरभ्य मनःपर्यन्तं तत्र परम् अपरम् इति गुणः नास्ति. नास्ति. अस्तु, अग्रे अग्रिमवाक्यं ते द्विविधे इति. ते द्विविधे दिक् कृते कालकृते च. दिक् कृते द्विविधे, कालकृते द्विविधे. कालदृष्ट्या द्विविधं वर्तते तथा दिक् कृते द्विविधं वर्तते. इत्युक्ते अत्र परम् अपरम् इति गुणद्वयम् अस्ति, तस्य द्वैविध्यं दिक् अपेक्षया परम् अपरम् इति वद दिग् दिक् आधारीकृत्य परम् अपरम् इति वक्तुं शक्यते. नो चेत् कालम् आधारीकृत्य अपि परम् अपरम् इति वक्तुं शक्यते. अग्रे महोदय, दूरस्थे. तर्हि दूरस्थे दिक् कृतं परत्वं, समीपस्थे दिक् कृतम् अपरत्वं. नाम दिक् आधारीकृत्य दिक् अपेक्षया यत् दूरे अस्ति तत् परत्वं भवति, तथा यत् समीपस्थम् अस्ति तत् अपरत्वं भवति. अनन्तरं कालकृतं महोदय, तत् परत्वं नास्ति, तस्मिन् परत्वं भवति. न तस्मिन् तस्मिन् आम् सत्यम्. अग्रे कृतं परत्वं भवति दूरस्थे. ज्येष्ठे कालकृतं परत्वं, कनिष्ठे कालकृतम् अपरत्वं. नाम काल अधिकृत्य वा काल अपेक्षया यत् ज्येष्ठम् अस्ति तत्र परत्वं दृश्यते, यत्र कनिष्ठम् अस्ति तत्र अपरत्वं दृश्यते. सत्यम् इति पर अपर इति गुणयोः लक्षणं कृतम्. अपि च तस्य तयोः द्वैविध्यम् अपि कृतं, द्विकृतं कालकृतम् इति कालकृतम्. अपि च केवलं स्वारस्यार्थं, पाठे अपि अग्रे आयास्यति, किन्तु इदानीमेव तस्मिन् विषये चिन्तयितुं शक्यते. भवान् एव वदतु, इदानीं दिक्कृतपरापरत्वम् अपि च कालकृतपरापरत्वम् अनयोः मध्ये भेदः विशेषः अस्ति वा? हा, भेदः अस्ति अत्र. चिन्तयतु कीदृशभेदः अस्ति इति. एकं तु दिक् आधारीकृत्य वदामः, अन्यस्तु दिक् कालमाधारीकृत्य वदामः इति तु सत्यं. कालाधार आम्. अस्तु, अत्र किमस्ति इति चेत् दिक् नाम स्थान. दिक् आधारीकृत्य यत् परत्वम् अपरत्वं वदामः तत् आपेक्षिकं भवति. इत्युक्ते अस्य अपेक्षया अन्यत् परं भवति, अन्यत् अपरं भवति. किन्तु इदानीम् अन्यं स्वीकुर्मश्चेत् यद् परम् इति इदानीम् उक्तं तद् अपरमपि भवितुमर्हति, खलु? आमां. किन्तु काले यः ज्येष्ठः सः सर्वदा ज्येष्ठः एव भवति. आमां. कालकृतपरत्वे यः ज्येष्ठः सः सर्वदा ज्येष्ठः. इदानीं रामः ज्येष्ठः खलु? रामः सर्वदा ज्येष्ठः एव भवति. रामस्य अपेक्षया भरतः कनिष्ठः चेत् सर्वदा सः कनिष्ठः एव भवति. अस्तु इति किञ्चित् वैशिष्ट्यं अस्तु. धन्यवादः महोदय. अग्रे मुरळीमहोदय पठति वा? आम् महोदय. दिक् कृत पर अपरत्वनिरूपणम् आदौ दिक् कृते परत्व अपरत्वे निरूप्यते निरूप्येते निरूप्येते अनयो रूप रूपम् आधानाय अनयोः अनयोः उपपादनाय अनयोः तत्र उपपादनाय. ओके ओके धन्यवादः महोदय. अनयोः उपपादनाय पदार्थत्रयं स्वीकुर्मः प्राची चैत्रः मैत्रः यज्ञदत्तः. इह यज्ञदत्तः अस्ति दृष्टा सः यदा प्राच्यां क्षम्यतां दृष्टा नास्ति द्रष्टा इति वक्तव्यं. दृ इति भिन्नपदमस्ति द्रा इति भिन्नपदमस्ति द्रष्टा. आं महोदय द्रा द्रा द्रा द्रष्टा द्रष्टा एव. इह यज्ञदत्तः अस्ति द्रष्टा सः यदा प्राच्यां चैत्रं मैत्रं च पश्यति तथा मन्यते चैत्रः मैत्रापेक्षया दूरे वर्तते एवं मैत्रः चैत्रापेक्षया समीपे वर्तते इति. तत्र यः दूरे प्रतीयते तस्मिन् दिक्कृतं परत्वम् उत्पद्यते. यः समीपे भवति तस्मिन् दिक्कृतम् अपरत्वम् उत्पद्यते. अग्रेपि पठतु महोदय. इति पूर्वं दृष्टवन्तः एव महोदय तत्र उदाहरणतया महोदय अग्रे पठतु. सत्यं व्यवहारः दूरे समीपे इति प्रसिद्धः अङ्गीकृतं च तस्य हेतुः परत्वम् इति अपरत्वम् इति गुणान्तरम् अपि वैपरीत्येन कुतो नः मैत्र एव तु परत्वमस्तु अस्तु च चैत्र अपरत्वम् इति चेत् उच्यते तुल्यं स्थौल्यं येषां वर्तते तादृश काष्ठफलकान् आदाय यज्ञदत्तः यस्मिन् देशे स्थितः तं देशम् आरभ्य यदि तेषां स्थापनम् आरभामहे तदा एकम् आरभामहे तदा एकं द्वे त्रीणि इत्यादिक्रमेण स्थापने मैत्रपर्यन्तं यदि त्रिशत् काष्ठफलकाः स्थापिताः यदि त्रिंशत् काष्ठफलकाः स्थापिताः भवन्ति तथा चैत्रपर्यन्तं केचन फलकाः अधिकाः स्थाप्याः स्युः तच्छाधिक्यं कदाचित् एकेन फलकेन द्वाभ्यां फलकाभ्यां वा स्यात् तयोः अन्तराधिक्ये च फलकानां शतेन वापि स्यात्. अग्रे विमोदय. हलो अग्रे पठतु. तथा च यज्ञदत्तं प्रतीच्यां मत्वा तत् प्राग्देशे फलकस्थापने यद्देशप्राप्तिपर्यन्तं फलकाः अधिकाः भवन्ति, तत्रैव परत्वाख्यगुणः उत्पद्यते, प्रकृते चैत्रः तथाविधः, तस्य यः देशः तत् प्राप्तिपर्यन्तं फलकाः त्रिंशतः अधिकाः, अतः चैत्रः परत्वान् भवति इति तमेव वयं दूरे स्थितः उत्प्रकृष्ट इति वा व्यवहारामः। तथैव यज्ञदत्तं प्रतीक्षां मत्वा फलकस्थापने यद्देशप्राप्तिपर्यन्तं फलकाः न्यूनाः भवन्ति, तत्रैव अपरत्वाख्यवाख्यः गुणः उत्पद्यते, प्रकृते मैत्रः तादृशः, तस्य यः देशः तत् प्राप्तिपर्यन्तं फलकाः चैत्रदेशप्राप्त्यानुकूलफलक अपेक्षया न्यूनाः त्रिंशदेव, अतः मैत्रः अपरत्वात् भवति इति तमेव वयं समीपे स्थितः सन्निकृष्टः इति वा व्यवहारामः। अस्तु, अत्र नूतनं किमपि नास्ति, सर्वं सरलमिति अहं मन्ये। इदानीं यज्ञदत्तः प्राचीं दिशीं दृष्ट्वा, तर्हि प्राचीं दिशीं दृष्ट्वा चैत्रः परः मैत्रः अपरः इति वदति। तर्हि दिशिं दृष्ट्वा एव एतादृशव्यवहारः कर्तुं शक्यते, इत्यतः दिक् कृत, अत्र दिक् अधिकरणं कृत्वा, अधिकरणत्वेन स्वीकृत्य एतादृशव्यवहारः कृतः। तर्हि इदानीं तत्र प्रदीचि दिशि पश्यति चेत् तत्र वैपरीत्यं जायते। इदानीं यज्ञदत्तः चैत्रस्य पूर्वम् आगत्य प्रतीचीं पश्यति चेत् इदानीं मैत्रः परः भवति, चैत्रः अपरः भवति, इति कृत्वा दिक्कृतकाले तादृश आपेक्षिक परत्वम् अपरत्वम् एव जायते इति अस्ति। अपि च परत्वम् अपरत्वम् इति कथं वा निर्णीतम् इति चेत् तत्र फलकाः यत्र दूरम् अधिकं भवति तत् परं, दूरस्थे परं, दूरस्थे दिक्कृतं परत्वं, समीपस्थे दिक्कृतम् अपरत्वम्। अस्तु, अत्र सन्देहः वर्तन्ते वा यस्य कस्यापि? प्रतीचीं मुरलीमहोदय म्यूट् मध्ये भवतु कृपया। महोदय, तत्र फलकाः इत्युक्ते वाट् इस् एक्साक्ट् मीन्? फलकाः, फलक मीन्स् प्लाङ्क्, वुडन् प्लाङ्क्। भवान् यस्मिन् आसनं करोति तदेव फलकं, तदेव तदेव तदेव परिभाषाशब्दं न, न न सामान्यशब्दः। अस्तु, मेल् महोदय। हा, तत्र यज्ञदत्तः प्रतीचीं मत्वा फलकस्थापने इति अस्ति, तत्र अपरत्वं परत्वं कथम् आगच्छति प्रतीचीं दृष्ट्वा? अस्तु, इदानीम् अत्र पूर्वस्मिन् पुटे चित्रमस्ति खलु? आम् आम्। तत्र प्राची इति अस्ति, तदनन्तरं चैत्रः इति अस्ति, तत्र मैत्रः इति अस्ति, तदनन्तरं यज्ञदत्तः इति अस्ति। आं, सत्यं। तर्हि इदानीं यज्ञदत्तः प्राचीं दिशीं दृष्ट्वा प्राचीदिशि अपेक्षया चैत्रः दूरमस्ति इति कृत्वा तस्मिन् परत्वं, मैत्रे अपरत्वम्। इदानीं यज्ञदत्तः चैत्रस्य पूर्वम् आगच्छति इति चिन्तयतु। ओ अस्तु, हा, तर्हि तदनन्तरम् इदानीं यज्ञ मैत्रस्य अनन्तरं प्रतीचि इति लिखतु। इदानीं यज्ञदत्तः प्रतीची दिशीं पश्यति, चैत्रः समीपे अस्ति, मैत्रः, तर्हि इदानीं चैत्रः समीपे जातः, तर्हि तस्य तस्मिन् अपरत्वम् अपि च मैत्रे परत्वम्। अस्तु, इत्यतः रिलेटिव् दिक्कृत परत्वापरत्वापरत्वं रिलेटिव् अस्ति. किन्तु कालकृत परत्वं परत्वे तत्र तादृश रिलेटिव् नास्ति. इत्युक्ते रामः ज्येष्ठः एव, अपि च शत्रुघ्नः कनिष्ठः एव. किन्तु एतादृशमपि तत्रापि वक्तुं शक्यते. इत्युक्ते भरतः रामस्य अपेक्षया कनिष्ठः, किन्तु लक्ष्मणस्य अपेक्षया ज्येष्ठः. सत्यं. किन्तु रामस्य अपेक्षया सः सर्वदा कनिष्ठः एव. किन्तु एतादृशं दिक्कृत परत्वे अपरत्वे यदा कदापि न भवति. कस्मिन् दिशि कस्यां दिशि पश्येम तदपेक्षया परत्वम् अपरत्वं भिद्यते. अस्तु, तर्हि इदानीं किञ्चित् पुस्तकात् बहिः चिन्तयामः. अस्तु मेहुल् महोदय, अस्तु तर्हि मुरळीमहोदय भवान् वदतु प्रथमं. मुरळीमहोदयस्य प्रश्नः अस्ति. मुरळीमहोदय अहम् अस्मि महोदय. अस्तु, इदानीम् अत्र उदाहरणमस्ति खलु, यज्ञदत्तः, मैत्रः, चैत्रः, प्राची इति. आम्, तर्हि इदानीं प्राची यज्ञदत्तः प्राचीं दिशीं पश्यति चेत् इदानीं चैत्रः परः, मैत्रः अपरः इति एतत् सर्वम् अस्माभिः अधीतम्. आम् आम्. तर्हि परत्वम् इति गुणः कुत्र जायते? परत्वम् इति परत्वम् इति गुणः तत्र सन्देहमस्ति महोदय. मैत्र वा अथवा यज्ञदत्तेन जायते वा मैत्रेण जायते वा इति. अस्तु देवळ् महोदय वदतु. मन्ये यज्ञदत्तस्य मनसि एतत् गुणं प्रथमं एतद् गुणः मनसि यस्य कस्यापि गुणस्य उत्पादनं भवति वा? न, न भवति. अपि च पृथिव्याधिचतुष्टयमनोवृत्तिनि इति उक्तं खलु. पृथिव्याधिचतुष्टय तर्हि परत्वं कुत्र जायते? परत्वं तर्हि चैत्रे जायते. चैत्रे, चैत्रे इत्युक्ते चैत्रः इत्युक्ते कः? चैत्रस्य आत्मनि वा चैत्रस्य शरीरे वा? चैत्रस्य शरीरे इति मन्ये इति भवेत् खलु. किमर्थम् इत्युक्ते इदानीं चैत्रस्य शरीरमेव पार्थिवद्रव्यमस्ति. पार्थिवद्रव्यं, तदेव पार्थिवद्रव्ये एव गुणः जायते. पृथिवी आप् तेजः वायु अधिकरणं, तदेव अधिकरणं भवति. तर्हि चैत्रः चैत्रस्य शरीरः यदस्ति पार्थिवशरीरं तस्मिन् परत्वं जायते, मैत्रे अपरत्वं जायते. तर्हि चैत्रः इदानीं कीदृशकारणं भवति परत्वस्य? चैत्रः परत्वस्य समवायिकारणं. सत्यं, समवायिकारणं, बहु समीचीनं. समवायसम्बन्धेन चैत्रस्य शरीरे वर्तते खलु इति कृत्वा चैत्रस्य शरीरम् इदानीं समवायिकारणं भवति. बहु समीचीनं. अस्य निमित्तकारणं किम्? अहं मन्ये प्राची दिशा इति. यदि प्राची इति दिशिः दिशि दिक् नास्ति तर्हि परम् अपरम् इति व्यवहारः न कर्तुं शक्यते इति भवान् वदति वा? हा, प्रतीचि प्रतीचि इति किमपि दिशां स्वीकृत्य कर्तुं शक्नुमः. अतः Thank you. महोदय, यज्ञदत्त एव निमित्तकारणं, यज्ञदत्तः. यज्ञदत्तः इत्युक्ते कः? यज्ञदत्तस्य शरीरं वा? यज्ञदत्तशरीरं यः पश्यति. चिन्तयित्वा वदतु. इदानीं वयं न्यायवर्गे स्मः. यज्ञदत्तस्य शरीरं ज्ञानस्य कारणं भवति वा? नो, मनसि आत्मनि एव. मनसि आत्मनि इति द्वयमपि न वक्तव्यम्, एकमेव वक्तव्यं. मनः इति भिन्नद्रव्यम्, आत्मा इति भिन्नद्रव्यम्. आमां महोदय, धन्यवादः, क्षम्यताम्. न भवतु, ज्ञानं भवतः आत्मनि चिन्तनं समीचीनमस्ति. ज्ञानम् आत्मनि एव तिष्ठति. सत्यं, ज्ञानम् आत्मनि एव भवति. अस्तु, तर्हि निमित्तकारणं किम्? यज्ञदत्तस्य आत्मा. यज्ञदत्तस्य आत्मा वा, नो चेत् अन्यत् किमपि वा? यदि ज्ञानं वा इति कीदृशज्ञानं? चक्षुन्द्रियेण रूपेण किमिति विषयज्ञानं? चैत्रमैत्रयोः विषयज्ञानं भवति वा? अस्तु, पश्यतु, इदानीं मम पुरतः मैत्रः अस्ति, तस्मात् इतोपि किञ्चित् अग्रे चैत्रः अस्ति. द्वयोः ज्ञानं मम मनसि जायते, चक्षुरिन्द्रियेण प्रत्यक्षज्ञानं जायते इति तु सत्यम्. किन्तु इदानीं प्रत्यक्षज्ञानमस्ति चेत् निश्चयेन तत्र परत्वम् अपरत्वम् इति जायते वा? यदा भवता विवक्षा अस्ति तदा भवति. हा, विवक्षा इति सामान्यरीत्या भवान् वदति, किन्तु न्याय तत्र कीदृशपदार्थः वक्तव्यः? इच्छा. इच्छा अस्ति वा? बहु समीचीनम्. इच्छा, अपेक्षा बुद्धिः इत्युक्ते इच्छा. तर्हि यज्ञदत्तस्य आत्मनि विद्यमान इच्छा एव निमित्तकारणं भवति. यथा अत्र मम पुरतः दशघटाः सन्ति चेदपि कति घटाः सन्ति इति यावत् अपेक्षा बुद्धिः न जायते, इच्छा न जायते, तावत् तत्र द्वित्वं वा त्रित्वं वा तादृशं न जायते खलु. एवं एवम् अत्रापि यज्ञदत्तस्य आत्मनि इच्छा यावत् न जायते, इदानीं कः परः कः अपरः इति तादृश अपेक्षा बुद्धिः यावत् न जायते तावत् परत्वं वा अपरत्वं न जायते इत्यतः. मुरळीमहोदय, म्यूट् मध्ये भवतु महोदय. तावत् परत्वं वा अपरत्वं वा चैत्रे वा मैत्रे वा न जायते इत्यतः यज्ञदत्तस्य आत्मनि विद्यमान इच्छा इत्युक्ते अपेक्षा बुद्धिः एव निमित्तकारणं भवति. वेल्मोदय, बुद्धं वा? आम् महोदय, बुद्धम्. परत्वं चैत्रे जायते, चैत्रे इत्युक्ते चैत्रस्य आत्मनि न जायते. आत्मा परत्वस्य अधिकरणं न भवितुमर्हति इति कृत्वा चैत्रस्य शरीरे जायते परत्वं, मैत्रस्य शरीरे जायते अपरत्वं, किन्तु तस्य निमित्तकारणमस्ति यज्ञदत्तस्य आत्मनि विद्यमान इच्छा. बहु समीचीनम् अस्ति. अस्तु, प्रश्नः अस्ति वा? नो चेत् अग्रे गन्तुं शक्यते. तदा प्राची इति कीदृशकारणं भवति महोदय? अस्य प्राची इति दिक् अस्ति खलु, तद् कीदृशकारणं भवति? भवानेव वदतु, चिन्तयतु, तत्र उच्चैः चिन्तयति चेत् उत्तरं लभ्यते. अस्तु, अत्र लक्षणवाक्यमेकवारं पठतु. परापरव्यवहार असाधारणकारण कारणे परत्वापरत्वे इति अस्ति. पृथिव्यादिचतुष्टयमनो त्यजतु त्यजतु परापर परापरव्यवहार असाधारणकारणे परत्वापरत्वे इति. तर्हि एतद् लक्षणवाक्यं सामान्यभाषायां वदतु. तत्र परम् अपरम् इति व्यवहारं कुर्मश्चेत् तत्र असाधारणकारणम् अस्ति परत्वम् अपरत्वम् इति गुणद्वयम्. हा इत्युक्ते द्विधं भवति. एषः परः इति अहं व्यवहारं शब्दप्रयोगं करोमि. शब्दप्रयोगं श्रुत्वा भवतः आत्मनि ज्ञानं जायते खलु. तस्य ज्ञानस्य आधारः अस्ति दिक्. दिक् अधिकृत्य एव मया उक्तम्. किन्तु किन्तु परत्वम् अपरत्वम् इति गुणं न अङ्गीकुर्मश्चेत् एतादृशव्यवहारः एव न कर्तुं शक्यते. दिक् आधारीकृत्य एतादृशव्यवहारः एव न कर्तुं शक्यते यदि परत्वम् अपरत्वम् इति गुणः न अङ्गीकुर्मः. तर्हि परत्वम् अपरत्वम् इत्यस्य साधारणकारणं भवति दिक्. इत्युक्ते एषः परः इति शब्दप्रयोगस्य साधारणकारणं भवति दिक्. असाधारणं कारणं भवति परत्व अपरत्वम् इति दिग्गुणः. तर्हि इदानीं भवान् किं पृच्छति? इदानीं भवतः प्रश्नः कः इति वदतु पुनः. प्राची इति कीदृशकारणम् इति साधारणकारणं साधारणकारणं भवति. साधारणकारणम् इदानीमेव निरूपितं खलु. सत्यं साधारणकारणं. किन्तु इदानीं परत्वम् इति गुणः दिशि वर्तते वा? दिशि न वर्तते. दिशि न वर्तते इत्युक्ते समवायसम्बन्धेन न वर्तते. अपि च अत्र असमवायिकारणत्वेनापि न वर्तते इति कृत्वा निमित्तकारणं भवति. खलु परत्वम् अपरत्वं निमित्त दिक् दिक् इति द्रव्यं दिक् इति द्रव्यम् आधारीकृत्य एव एषः परः एषः अपरः इति व्यवहारः क्रियते इत्यतः दिक् कारणं दिक् कारणं सत्यं दिक् कारणमस्ति. किन्तु कीदृशकारणम् अस्ति चेत् निमित्तकारणं भवति. निमित्तकारणं तत्र समावेशम् अपि च कीदृशकारणम् अस्ति निमित्तकारणम् अस्ति इति चेत् साधारणनिमित्तकारणं भवति. साधारणनिमित्तकारणम् इत्युक्ते साधारणनिमित्तकारणं. तर्हि इदानीं परत्वम् अपरत्वम् इति गुणः शब्दप्रयोगस्य कीदृशकारणं भवति? शब्दप्रयोगस्य शब्द परत्वम् अपरत्वं परः इति वदामः. शब्दप्रयोगः अस्तु एवं चिन्तयतु. सम्बन्धः कथं भवति? अस्तु एवं चिन्तयतु. यत् यदा यदा शब्दप्रयो परत्वम् अस्ति यत् महोदय महोदय एकनिमिषम् अहं सोपानेन सोपानेन भवन्तं नयामि. अस्तु अस्तु एषः परः इति मया उक्तं भवता श्रुतं खलु. चैत्रः परः इति मया उक्तं तत् श्रुत्वा इदानीं भवतः आत्मनि ज्ञानं जातं. सत्यं ज्ञानं कुत्र जातम्? आत्मनि जातम्. तादृशज्ञानस्य कारणं कारणं किं? परत्वम् अपरत्वम् इति गुणः. किन्तु परत्वम् अपरत्वम् इति गुणः कुत्र अस्ति? चैत्रे एव अस्ति. परत्वं चैत्रे मैत्री मैत्री खलु. सत्यं किन्तु ज्ञानं कुत्र जातं? भवतः मनसि मयि सत्यम् इति कृत्वा इदानीं चैत्रे विद्यमानपरत्वम् अपि च भवतः आत्मनि विद्यमानज्ञानम् अनयोः मध्ये किमपि सम्बन्धः अस्ति वा? साक्षात् सम्बन्धः, संयोगः वा, समवायः वा, यत्किमपि? साक्षात् नास्ति, साक्षात् नास्ति. तर्हि निमित्तकारणं तादृशं चिन्तनं. अस्तु, अनेन चिन्तनेन इतोपि किञ्चित् अवगतं. किम् इति चेत् परत्वं परत्वापरत्वव्यवहारसाधारणकारणं भवति दिक्. परत्वापरत्वव्यवहार असाधारणकारणं भवति परत्वम् अपरत्वम् इति गुणः. उद्धं खलु? तर्हि इदानीम् असाधारणकारणम् इति किमर्थम् उक्तम् इति ज्ञातं. तत्र असाधारणं पदं त्यजामश्चेत् परापरव्यवहारकारणं परत्वापरत्वे इति तावदेव अस्ति चेत् तत्र दिशि अतिव्याप्तिः भवति. किमर्थम् इत्युक्ते दिक् अपि कारणमस्ति. दिक् विना परम् अपरम् इति प्रयोगः एव न कर्तुं शक्यते. किन्तु दिक् साधारणकारणमस्ति, परत्वम् अपरत्वम् इति गुणः असाधारणकारणमस्ति. वेवल् मध्ये अबुद्धं वा? इति कृत्वा अत्र असाधारणकारणम् इति लक्षणे योजितम्. असाधारणम् इति पदं त्यजामश्चेत् तत्र अतिव्याप्तिः भवति दिशि. सत्यम्. अस्तु, बहु समीचीनं महोदय. निमित्तकारणं पूर्वस्मिन् वयं दृष्टवन्तः, आत्मनि इच्छा एव ज्ञानं, ज्ञानस्य कारणम् इच्छा एव. आत्मनि वदतु, भवान् वदतु. इच्छा एव कारणं. हलो, हलो, वदतु महोदय. न बुद्धं, भवान् यद् किम् उक्तवान् न बुद्धं. नो नो, आत्मनि एव ज्ञानं तिष्ठति. तत्र ज्ञानं इच्छारूपात् वर्तते. न न, इच्छा महोदय, इच्छा इति भिन्नः आत्मगुणः, ज्ञानम् इति भिन्नः आत्मगुणः. इच्छारूपेण ज्ञानं वर्तते इति यदा कदापि न वदतु. इच्छा भिन्नगुणः अस्ति, ज्ञानं भिन्नगुणः अस्ति. दृश्यामि औट्सैड् वेन् ऐ लुक् अट् औट्सैड् I see coconut trees, a lot of birds, other things, everything. I'm looking. There is no ichcha at all. I'm just looking at it without any registration. Even if that doesn't get registered in my mind. Right. How then we can say ichcha is the karanam for that? There is no ichcha for me. See, if I wanted to see something, only ichcha comes. Okay. What did we say is, what did we say, for what is ichcha karanam? When I made the statement, what did I say? For what is ichcha karanam? कारणम् अपरम् अपरत्वं मैत्रः. सो इफ् यु आर् सीङ्ग् अ ट्री अण्ड् इफ् यु आर् सीङ्ग् अ प्लाण्ट्, इच्छा इस् नाट् कारणं. बट् देर् आफ्टर् इफ् यु डिसैड् दिस् ट्री इस् फर्दर् अवे फ्रम् दिस् प्लाण्ट्, देर् इच्छा इस् कारणम्. आम् आं महोदय. नौ बुद्धम् अस्तु, बुद्धं अस्तु, समीचीनम्. अस्तु, अग्रे सरेम. तर्हि प्रश्नः अस्ति वा एतावत्? नो चेत् अग्रे सरेम. अस्तु, श्रीराम महोदय पठति वा? कालादिकृतयोः परत्वापरत्वयोः विशेषः अत्रायम् अपरो विशेषः यज्ञदत्तमेव यदि वयं चैत्रमैत्राभ्यां प्राच्यमानयामः प्राच्यमानयामः तदा पूर्वं यत् चिन्तितं तद् विपरीतं भवति. प्राच्यमानयामः तदा पूर्वं यत् चिन्तितं तद् विपरीतं भवति. यज्ञदत्तात् प्रतीचीं प्रति काष्ठफलकानां स्थापने चैत्रपर्यन्तं यावन्तः फलकाः भवेयुः तत् अपेक्षया मैत्रपर्यन्तम् अधिकाः भवेयुः. एवं सति चैत्रः भवेत् सन्निकृष्टः, मैत्रस्तु विप्रकृष्टः. मैत्रे तर्हि परत्वम् उत्पद्यते, चैत्रे च अपरत्वम् उत्पद्यते. इदं सर्वमपि प्राचीं प्रतीचीं चादाय काष्ठफलकरूपान् दिक् उपाधीन् च आदाय भवति इति इदमेव दिक्कृतं परत्वं, दिक्कृतम् अपरत्वम् इति चोच्यते उच्यते. नैतादृशवैपरीत्यं वक्षमाणयोः कालकृतपरत्वापरत्वयोः भवति. ज्येष्ठे सर्वदा परत्वस्य, कनिष्ठे सर्वदा अपरत्वस्यैव उत्पद्यमानत्वात् विभुद्रव्ये आकाशादौ समीपे दूरे इत्यादि व्यवहारः न सम्भवति. अतः अनयोः पृथक्त्वादिचतुष्टये मनसि च वृत्तित्वं मूले निरूपितम्. एतावता दिक्कृते निरूपिते, सम्प्रति कालकृते परत्वापरत्वे निरूप्यते निरूप्येते. अस्तु चेत् पूर्वम् एव चर्चितम् इति अहं चिन्तयामि महोदय. अत्र नूतनं किमपि नास्ति. यज्ञतः प्राचीदिशीं विनाय इदानीं प्रतीचिं पश्यति चेत् चैत्र पूर्वमायाति चेत् आगच्छति चेत् तत् चैत्र समीपे भवति, मैत्रः दूरे भवति, परत्वं मैत्रे भवति, अपरत्वं चैत्रे भवति. तद् अस्ति. अनन्तरं ज्येष्ठकनिष्ठानां विषये अपि उक्तमस्ति महोदय. यदा ज्येष्ठः सर्वदा ज्येष्ठः एव भवति. सत्यम्. अपि च यद् अस्माभिः पूर्वम् अवगतम् अत्र किञ्चित् परिष्कर्तव्यमस्ति. अन्तिमवाक्यम् एकवारं पठतु. अतः अनयोः पृथिव्यादिचतुष्टये मनसि च अपि अस्ति. तर्हि मनसि अपि परत्वम् अपरत्वम् अपरत्वम् अस्ति इति व्यवहारः वृत्तित्वं. तर्हि मनसि अपि परत्वम् अपरत्वम् इति गुणयोः वृत्तित्वं. मम मनः भवतः मनः इति परः अपरः कथं भवति महोदय? चिन्तयतु. तर्हि इदानीं दिक्कृत परत्वम् अपरत्वं मनसि भवति वा, कालकृतं भवति वा? इदानीं मम मनः केन संयोगसम्बन्धेन आत्मनि अस्ति, मम आत्मनि अस्ति. भवतः मनः संयोगसम्बन्धेन भवतः आत्मनि अस्ति. तदा दिक् गाढकृत अपि भवितुमर्हति, दिक्कृत अपि भवितुमर्हति. भवान् यदा मम पुरतः अस्ति चेत् मम मनः मम समीपे अस्ति, अतः अपरत्वम् अस्ति. भवतः मनः दूरे अस्ति इति कृत्वा अपरत्वं वा? वस्तुतः अत्र किमर्थं मनसि अङ्गीकृतम् इति दिक्कृतपरत्वापरत्वं किमर्थं मनसि अङ्गीकृतम् इति न जाने. किमर्थमित्युक्ते किन्तु साधारणव्यवहारे किं भवति, इदानीं भार्या अपि च पत्नी पतिः पत्नी अस्ति इति चिन्तयतु. द्वयोः मध्ये सङ्घर्षः जातः, दे फाट्. तर्हि इदानीम् एकस्य मनः अन्यस्य मनस्य अपेक्षया दूरः जातः खलु. किन्तु तत्र इदानीं धिक्कृतदूरमिति वक्तुं शक्यते वा? तद् धिक्कृतदूरं नास्ति, इति कृत्वा. किन्तु तथापि अत्र मूले किमुक्तं? परत्वापरत्वं द्विविधमेव, धिक्कृतं नो चेत् कालकृतम्. किन्तु इदानीं ययोः मध्ये सङ्घर्षः जातः, तयोः मध्ये इदानीं परत्वमस्ति, तथा परत्वं दिक् आधारीकृत्य वा? एकनिमिषम् अस्तु. तर्हि मनसि परत्वम् अपरत्वम् इति व्यवहारः किम् आधारीकृत्य इति किञ्चित् चिन्तनीयमस्ति. अत्र वस्तुतः न लिखितं कस्मिन् सन्दर्भे. इदानीं तादृशव्यवहारः न कुर्मः खलु. इदानीम् अहं भवतः शरीरस्य दृष्ट्या परः अपरः इति तादृशशरीरम् आधारीकृत्य एव तत्र तादृशव्यवहारः कर्तुं शक्यते, पार्थिवद्रव्यम् आधारीकृत्य एव, न तु मनः इति द्रव्यं स्वीकृत्य. किन्तु किमर्थम् एतादृशम् उक्तम् इति चिन्तयितुं शक्यते. अस्तु, किञ्चित् मया इदानीं गन्तव्यमस्ति, अत्र स्थगयामः. सर्वे चिन्तयन्तु, अग्रिमवर्गे इतोपि चिन्तनं कृत्वा अग्रे सरेम. अस्तु, धन्यवादाः सर्वेभ्यो.